अस्माकं फलसन्धि द्वितीयपाठः इदानीम् अस्ति। तत्र अस्माभिः किम् अस्माकं किम् अस्ति तत्र यत् फलवर्णः अस्ति, तदनन्तरं सकारादिवर्णः अस्ति चेत् किं किं कार्यं किं किं कार्यं भवति इति अस्माकम् इदानीं क्रमशः इदानीम् अस्माकं पाठः वर्तते। तर्हि अस्माकं कुत्रपर्यन्तम् अस्माभिः पठितम् इदानीं? अतो दीर्घो तर्हि यकारवकारपरे सकारः अस्ति चेत् किं कार्यं भवति इति, यकारवकारपरे सकारः अस्ति चेत् किं कार्यं भवति इति अस्माकम् इदानीम् अस्माकं पाठः अस्ति। तर्हि अस्माभिः किं पठितं, यकारः अस्ति तदनन्तरं सकारः अस्ति चेत् यकारस्य लोपः भवति, यकारस्य लोपः भवति सकारे परे, केन सूत्रेण? लोपो व्योर्वलि। तर्हि वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे, नाम यकारस्ति अथवा वकार अस्ति तदनन्तरं वल् प्रत्याहारस्य वर्णः अस्ति चेत् वकारयकारस्य लोपः भवति, सकार वल् प्रत्याहारे भवति अत्र, अतः अत्र तस्य प्रसक्तिः भवति। तर्हि जहाय योगस्ति जहासि इति भवति। अनन्तरं वकारस्य अपि लोपो व्योर्वलि इत्येन लोपो भवितुं शक्नोति, परन्तु अस्माभिः दृष्टं यत् तादृशः प्रसङ्गः बहु अल्पः अस्ति, बहु अल्पः अस्ति, तस्य बहूनि उदाहरणानि न सन्ति। अस्तु, तदनन्तरं किमस्ति, अस्माभिः पठितं यत् राल्लोपः छोषु नासिके च इति तु अस्माभिः पठितं। हा, तर्हि अस्माभिः किं पठितं, तत्र राल्लोपः इत्यनेन रेफात् परे छकारवकार अस्ति चेत् तस्य छकारवकारस्य छकारवकारस्य लोपो भवति अनुनासिकादि क्वि झलादिप्रत्यये परे। तर्हि बहुत्र बहवः धातवः ये सन्ति ते रेफपरे छकारवकार तादृशधातवः सन्ति, अतः तत्र लोपो व्योर्वलि इति कार्यं न कृत्वा राल्लोपः इति कार्यं करोति। तर्हि तत्र भवति, अतः तत्र लोपव्योर्वलेः लोपव्योर्वलिसूत्रस्य प्रसक्तिः न भूत्वा राल्लोपः सूत्रस्य प्रसक्तिः भवति। तदनन्तरं कुत्रचित् छोहोषुनासिके च तस्य प्रसक्तिः भवति, नाम तुक्सहितछकार अथवा षकार अस्ति चेत् चकारस्य स्थाने छकारस्य क्षम्यतां, तुक्सहित छकार अस्ति चेत् षकारः भवति, वकारः अस्ति चेत् ऊठ् आदेशः भवति, अतः तत्र अपि वकारस्य स्थाने ऊठ् आदेशः भूत्वा लोपोयोर्वले सूत्रस्य प्रसक्तिः न भवति। तर्हि कुत्र कुत्र भवति, अत्र द्वौ एव प्रसङ्गौ स्तः यत्र लोपोयोर्वले सूत्रस्य प्रसक्तिः भवति वकारपरे वकारः अस्ति चेत्। कुत्र अस्ति, तर्हि अत्र लिखितं, तत्र एकं सूत्रमस्ति ज्वरत्वरस्रिव अवमव इत्येषां धातूनाम् उपधायां यः वकारः अस्ति, उपधा च वकारः च इत्यनयोः मिलित्वा स्थाने ऊठ् आदेशो भवति। तर्हि ज्वर एकं सूत्रमस्ति खलु, अत्र ज्वर त्वर स्रिव अव मव मवाम् उपधायाश्च इति एकं सूत्रमस्ति, तर्हि अत्र तस्य प्रसक्तिः भवति। तर्हि ज्वर त्वर स्रिव अव मव इत्येषां धातूनाम् उपधा च वकार च इत्यनयोः मिलित्वा स्थाने ऊठ् आदेशो भवति, नाम ज्वर अस्ति अत्र उपधायाम् अकारः अस्ति, त्वर उपधायाम् अकारः अस्ति, स्रिव उपधायाम् इकार, अव उपधायाम् अकार, मव अत्र उपधायाम् अकार, तर्हि उपधायां यः वर्णः अस्ति अपि च वकारः इत्यनयोः मिलित्वा तस्य स्थाने ऊठ् आदेशः भवति, अनुनासिकादिप्रत्ययपरे क्वि प्रत्ययपरे झलादिप्रत्ययपरे च इति। तर्हि अत्र द्वौ वकारान् धातुः स्तः साक्षात् उल्लेखितः, अत्र के अस्ति धातवः, स्रिव अथवा मौ, स्रिव अपि च मौ, तर्हि तत्र तस्य यङ्लुकान्तप्रसङ्गे स्रिव अथवा मौ इत्यनयोः धातोयोः तस्य प्रसक्तिः भवति लोपोव्योर्वलिसूत्रस्य। तर्हि तर्हि ज्वरश्रीवसूत्रं किं वदति? ज्वर त्वर श्रिव अव मव एतेषाम् अङ्गस्य उपधाया च अपि च वः च मिलित्वा ऊट् आदेशो भवति क्विप्रत्ययपरे झलादिप्रत्ययपरे अनुनासिकप्रत्ययपरे इति। तर्हि किमस्ति? तर्हि मौ धातु इति अस्ति, मौ धातु। तस्य यङ् लुकि किं भवति? मामौ, मामौ इति धातुः भवति। मामौ धातुः तस्य रूपाणि कथं भवन्ति इति अस्ति। तर्हि अत्र तर्हि मीना महोदय, अत्र बिन्दुः अस्ति खलु, द्वयोः वकारात् धातवोः हल् सन्धौ वकारलोपः। आम्, मौ द्वयोः वकारान्तधातोः हल् सन्धौ वकारलोपः। मौ धातोः यङ् लुकि मामौ इति धातुरूपं लटि मामौ रूपाणि इमानि। मामौ योगहति ज्वर त्वर श्रिव अव श्रिव अव अत्र हि अस्ति अव श्रिव श्रिव इति अस्ति खलु अवि इकार अस्ति चेत् ईक्षितकौ अस्ति खलु ज्वर त्वर श्रिव श्रिवि अवि ज्वर श्रिवि अवि श्रिवि अवि मव ज्वर तर श्रिवि अवि मव उपधायाश्च मा मामोति इति भवति। ऊटादेशः, वकारस्य ऊटादेशः वा? केवलं वकार न, उपधा अपि च वकार मिलित्वा ऊटादेशः भवति। मामो अस्ति, सूत्रं किं वदति? ज्वर त्वर श्रिव अव मव इत्येषाम् अङ्गानाम् उपधाया मध्ये यः शब्दवर्णः अस्ति अपि च वकारः यत् अस्ति तयोः मिलित्वा ऊट् आदेशः भवति। अत्र उपधायाः वकारः नास्ति, उपधा मध्ये यः वर्णः अपि च वकारः। ओ अव् इति अव्, तर्हि अव् अस्ति खलु, अव् अव् अवस्थाने किं भवति? अवस्थाने ऊट् आदेशः माम् मामू मामू भवति। तदनन्तरं किं भवति? मामू योगति, मामू योगति मा पुगन्त लघुभूतस्य वा? न, गुण भवति मामू योगति किं भवति? मामू योग गुण भवति केन सूत्रेण? न रिको यानो चेत् यत् अत्र नास्ति सामान्यसूत्रमस्ति सावधातुकार्धातुकयोत्रेण मामोति मामोति अग्रे अतः मामौ योगः अतः ज्वर त्वर श्रुवि एव उपधायाश्च इति सूत्रेण मामौ योगतः मामू मामू योगः तः मामूतः एव तः एव तिप् नास्ति तिप् नास्ति पित् नास्ति तस्मात् गुणबन्धः भवति मामौ योगः अति तत्रापि पित् नास्ति मामवति मामवति मध्ये अस्य सूत्रस्य प्रसक्तिः किमर्थं नास्ति ज्वरत्वर अत्र अकारः भवति जल् जल् प्रत्ययः नास्ति जल् नास्ति अनुनासिक् नास्ति क्वि नास्ति अनुनासिके नास्ति तस्मात् वर्णमेलनमेव मामवति मामवियोगः सि अत्र जल् अस्ति मामू मामूसि तदनन्तरं सि इति अस्य पित् अस्ति, तस्मात् मामो सि. तदनन्तरं आदेशप्रत्ययोः सूत्रेण षत्वं भवति मामोषि. मामो मामौ कः, मामूतः, मामूतः, मामूतः एव भवति, गुणः न भवति, तस्मात् मामूतः एव. मामौथ मामौत मामौ मि, तत्र मिप् अस्ति, पित् अस्ति, तस्मात् मामू मि, मामौ मि. मामौ मह मिप् अत्र गुणः नास्ति, मामू मह मामू मह एव. अत्र वकारः अस्ति, वकारः अत्र न तत्र न दत्तं, मिप् वस् वस्, किन्तु मामौ योगः वह इति स्थले वह प्रत्ययस्य आदौ वकारः न जल् वर्णः न वा अनुनासिकः. लोपोपयोगनि कर्तव्यं किल, किन्तु वल् प्रत्याहारे तु अस्ति, अत्र च लोपोपयोगनि इत्यस्य अवसरे भवति. मामौ योगः वह, मां बकारः लोपः, मामवः, मा मामावः. किमर्थं मामवः एव, किमर्थं मामावः? कुत्र अस्ति महोदय? मामो योगः वः मां माम् माम् पश्यतु, मामो योगः वः अस्ति खलु, वः मामव्योग मह इति अस्ति, मह मह मकार मकार एकनिमिषं, मकार तत्र मामुयोगः मह भवति, मकारः अपि छल् वर्णः अस्ति खलु, अनुनासिकवर्णः अस्ति, अनुनासिकवर्णः अपि अस्ति. मामव्योग मह मध्ये कथं सूत्रस्य प्रसक्तिः भवति? मकारः क्वी नास्ति, झलादि नास्ति, परन्तु अनुनासिक अस्ति खलु, अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः भवति. अतः मामुयोगः मह, मामु ज्वर ज्वर सूत्रे मामव्योगः वः मध्ये बकारः झलि नास्ति खलु, अनुनासिकमपि नास्ति, अपि च क्वि अपि नास्ति, तर्हि सूत्रस्य प्रसक्तिः न भवति खलु, बका वः वः अस्ति चेत्. अतः इदानीं लोपोव्योरवलि भवति, एकनिमिषं, लोपोव्योरवलि इति सूत्रं कार्यं करोति. लोपोव्योरवलि इति सूत्रं किं वदति? लोपोव्योरवलि इति किं वदति? तर्हि किं भवति? वकारस्य लोपो भवति, वल् प्रत्याहारस्य परे वकारस्य लोपो, तर्हि मामयोग वः भवति मामयोग वः. इदानीम् अतो दीर्घयै इति सूत्रेण दीर्घः भवति मामावः. ओ अतो दीर्घ, यथा पठ पठ अस्ति खलु, पठयोगः वः, लट् लट् किं भवति? पठावः इति भवति खलु, पठावः पठामः. दीर्घत्वं कथं भवति अतो दीर्घयै? तथैव लङ्गी मध्ये अपि अमामयोग व, इदानीं वकारस्य लोपो भूत्वा अमामयोग व, पुनः दीर्घ भूत्वा अमामाव. तर्हि विजया महोदय अतो दीर्घ यै सूत्रं पुनः एकवारं पठतु. आं जि, अतो दीर्घ यै अदन्त अदन्त अङ्गस्य दीर्घत्वं यञादि सार्वधातुकप्रत्यये परे अस्ति चेत् भवति. यन् प्रत्याहारः व्यवरल गमनन जब, अतः षष्ट्यन्तं दीर्घः प्रथमान्तम्, अतः षष्ट्यन्तं दीर्घः प्रथमान्तं यञि सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अतः षष्ट्यन्तं दीर्घः प्रथमान्तं यञि सप्तम्यन्तं त्रिपदमिदं सूत्रं. तुसंयमः सार्वधातुके इत्यनेन, इत्यस्मात् सार्वधातुके इत्यस्य अनुवर्तिकी. अङ्गस्य इत्यस्य अधिकारः येन विधिपदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्त्यस्य अल् अन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधि तदा तवल् ग्रहणे वार्तिकम् अस्ति अत्र इत्यनेन यञ् सार्वधातुके यत् युक्तौ यञादिसार्वधातुके अनु यञादिसार्वधातुके इति अत्र अनुवर्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः यञ् सार्वधातुके तत्र अदन्त अङ्गस्य दीर्घत्वं यञादिप्रत्यय सार्वधातुके प्रत्यये परे अत्र दीर्घत्वं प्रत्याहारे किं किम् अस्ति हयवरट् लमणन् हयवरट् एतदेव यवरल गमननं जबाय् जब तर्हि अत्र वकारः अस्ति खलु यमङ् अत्र यञ् प्रत्याहारे अतः मामस्य मामाव अदन्ताङ्गम् अस्ति खलु माम तर्हि मामा अदन्ताङ्गम् अत्र दीर्घत्वं भवति दीर्घत्वं भवति माम तर्हि अग्रे पठतु आम् अतः वकारान्तधातोः हल् सन्धेहे उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे सकारादिप्रत्यये परे ऊट् भावः भवति स च ऊट् भावः अङ्गकार्यं न तु सन्धिकार्यम् एवमेव स्रिव् स्वे स्रिव् इति यङ् लुगन्तधातुः लटिरूपाणि कल्पनीयानि पित्सु प्रत्ययेषु ज्वरद्वर सवि सवि अवि मवा उपदाश्च इत्यस्य नित्यत्वात् सर्वप्रथमं भवति न तु पुकुन्तलघुपदस्य तत्र श्रिव् श्रेश्रिव् इति यगन्त यङ् लुगन्तधातुः तत्र अस्ति एतत् तत्र ज्वरद्वर एतत् सूत्रेण एव तत्र गुणकार्यं भवति न तु पुगन्धलघुपदसे इति तत्र पित्सु प्रत्ययेषु एव तत्र एतत् कार्यं करोति अतः तत्र गुणः भूत्वा श्रेष्ठ इति भवति पठतु वदतु रूपाणि वदतु लकारः श्रेष्ठ एकवारं सर्वाणि रूपाणि वदतु लट् लकारः ओ श्रेष्ठ तत्र तत्र यङ् लुगन्तरूपमस्ति श्रेष्ठ योगः मध्ये विस्मृतम् एतत् मया अत्र मामव तथैव कार्यं भवति तत्र श्रेष्ठ इति तत्र गुणः भूत्वा श्रेष्ठ इति अस्ति तत्र एतत् ज्वरद्वर न लोप् एतत् तत्र श्रिव् अस्ति अतः तत्र उपदा च वकारः च एतत् मिलित्वा तत्र ऊट् आदेशः भवति तत्र ऊट् आदेशः भवति कुत्र अस्ति ऊट् आदेशः भवति चेत् तत्र श्रे श्रिवु इति भवति श्रे श्रिवु इति भवति खलु श्रिपु कथं तत्र ऊट् आदेशः भवति चेत् तत्र अन्तिमवर्णस्य उ इति भवति खलु से श्रिव मध्ये उपधा अपि वकारस्य स्थाने ऊट् आदेशः भवति तर्हि इव स्थाने उ भवति अतः तत्र से स्रिवु से से इव उपधायाम् इकार अपि च वकार तयोः मिलित्वा स्थाने ऊत् भवति तर्हि किं भवति से से चिन्तयतु इव स्थाने उ सेसृ इति भवति अनन्तरं ति योजनेन सेसृति तत्र संयोजनमेव वा किमपि मध्ये कार्यमस्ति वा जि न सेसृ वदतु अग्रे सेसृ इदानीं ति किं भवति सेसृति तत्र संयोजनमेव खलु तावदेव न ति पित् प्रत्ययः अस्ति खलु सेसृति पित् अस्ति अतः किं भवति सार्वधातुक अर्धधातुक इति सूत्रेण गुणः भूत्वा श्रे न श्रे श्रोति इति भवति श्रे श्रोति श्रे श्रोति सम्यक् अनन्तरं श्रे श्रोति तः श्रे श्रोति श्रे तत्र अपित् अस्ति हलादि अपित् अस्ति अतः तत्र गुणनिषेधः भवति अतः तत्र से श्रोतः एव न गुणः नास्ति अत्र अपित् अस्ति अतः तत्र श्रेश्रूतः तावदेव अनन्तरं श्रेश्रूत समीचीनं न अति अस्ति अति अस्ति खलु अति अस्ति अतः तत्र अति तत्र अजादि अपि तस्ति तत्रापि गुणनिषेधः भवति से से श्रुत से श्रुति न न से तत्र प्रसक्तिः भवति वा ज्वरसूत्रस्य तत्र किम् अस्ति उपदा वकारयोः अग्रे निमित्तं किम् निमित्तमत्र किम् अस्ति तत्र जल् नास्ति अनन्तरम् अनुनासिकः अपि नास्ति तर्हि सूत्रस्य प्रसक्तिः न भवति ज्वरत्वर इति प्रसक्तिः सूत्रस्य प्रसक्तिः नास्ति अतः तत्र केवलं स्वर्णमेलनं खलु संयोजनमेव से श्रवति से श्रीवति से श्रीवति तर्हि से श्रीवति श्रोति से श्रुतः से श्रीवति आमामां किमर्थं से श्रीवति महोदय अत्र किमपि कार्यं नास्ति खलु श्रु तत्र से श्रु अस्ति से श्रीवधातु अस्ति खलु धातु यगन्तरूपं यङन्तरूपं ओके ओके ओके अतः तत्र संयोजनमेव अति इति अतः तत्र से श्रीवति इति अन्तिमरूपं निष्पन्नं प्रथमपुरुष बहुवचनं अनन्तरं श्रीव् इति भवति मध्यमपुरुष एकवचनं सि अस्ति तत्र एतत् किमपि न कार्यं नास्ति अनुनासिक नास्ति, जल् नास्ति, अनन्तरं किवे अस्ति नास्ति, अतः तत्र आदेशप्रत्ययोः इति सूत्रेण खलु अत्र किमपि नास्ति, अतः एव से शिवसि एव अस्ति खलु, अतः तत्र ऊट आदेशः भवति खलु, ऊट आदेशः भवति चेत् तत्र श्रे ऊट आदेशः भवति चेत् तत्र से श्रिवु भवति, श्रेसु श्रेसु भवति, श्रेसु श्रेसु इति भवति, अनन्तरं सि अस्ति चेत् सि सि प्रत्ययः अस्ति खलु, अतः किम् एकनिमिषं चेत् सि प्रत् पित् अस्ति, श्रे से श्रो श्रे श्रे श्रोसि किम् अस्ति अत्र एतावदेव वा, श्रे आदेशप्रत्यय इदानीम् आदेशप्रत्यय से श्रो षि अन्तिमरूपम्, अनन्तरं तः तः अत्र अपित् अस्ति अतः तत्र अपित् अस्ति अतः तत्र श्रे श्री तत् तः तत्र एतदपि कार्यं न करोति, ज्वरत्वर इति सूत्रमपि न कार्यं करोति, किमर्थं थः अस्ति खलु, तः तः जल् वर्णः अस्ति, अतः तत्र श्रे से श्रो श्रे श्रो तः श्रीश्रु से श्रीश्रुतः किल श्रोतः ओकारः कथं भवति, आमाम् ऊट् भवति खलु, अतः श्रे श्रुतः इति नास्ति, श्रुतः अनन्तरं श्रे श्रुत एव श्रे श्रु अनन्तरं मि अस्ति, मि अनुनासिकवर्णः अस्ति, अतः तत्र तत्रापि श्रे से श्रे श्रूमि वा भवति वदतु, चिन्तयतु चिन्तयतु एकनिमिषं, न तत्र श्रे श्रोमि इति भवति गुणः भूत्वा, श्रोमि इति भवति, अनन्तरं तत्र मक् श्रे श्रोमि मह तत्रापि अनुनासिकवर्णः अस्ति, अतः तत्रापि श्रे श्रे श्रो श्रे श्री वद मनो अनुनासिकवर्णः अत्र एतत् ऊट् भवति, अनुनासिकवर्णः वः अस्ति चेत् तत्र जल् नास्ति, अनुनासिक नास्ति, प्रसक्ति एतत् सूत्रस्य प्रसक्तिः अपि नास्ति, अत्र लोपो व्यवलि इत्यस्य अपवादः अवसरः भवति, अतः तत्र वकारस्य लोपः भूत्वा श्रे श्रो अनन्तरं किं करोति? तत्र ओ कुस आगच्छति? न न तत्र से श्री से श्री तत्र अतो दीर्घो ययि इति कार्यं करोति वा जि? तत्र अदन्तमङ्गमस्ति वा? अदन्तमङ्गमस्ति वा? अदन्त अङ्गम् अत्र नास्ति. अथो नास्ति श्रीवः एव श्रीवः अन्तिमरूपम् तावदेव. अग्रे विना महोदय लकारः. लकारः लकारस्य विकारो नास्ति. आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्यया अवयवस्य सकारस्य क्षत्वम् गल् जागल् योगः गल् जागल् योगहसि आदेशप्रत्ययोः जागल्षि. तल् तातल् योगहसि तातल्षि. दल् दादल् योगहसि दादल्षि. सुलभमेव. रेपः पठामि वा? सुलभं खलु. अत्र इन् प्रत्याहारे लकारः अपि भवति, अतः तस्य प्रसक्तिः भूत्वा आदेशप्रत्ययः इत्यनेन शकारः भवति. रेपस्य विकारो नास्ति आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्यावयस्य सकारस्य शत्वमगे. जागृ योगहसि जागर् योगहसि कर् अस्ति. जागर् योगहसि जागर्षि. अत्रापि आदेशप्रत्ययः जागर्षि. जागर्षि सकारः धातोः अन्तिमो वर्णः सकारश्चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनं. आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति. सः सार्वधातुके इति सूत्रेण. सः सार्वधातुके सः स्यार्धधातुके किं पठति? सः स्यार्धधातुके धातुः सकारान्तः चेत् तर्हि प्रत्ययः सार्वधातुके वा आर्धधातुको वा इति विचार्यताम्. प्रत्ययः सार्वधातुकः चेत् केवलं वर्णमेलनम्. आस् से अस् से. सकारः प्रत्ययपि सकारः. प्रत्ययः आर्धधातुकश्चेत् धात्वङ्गसकारस्य तकारादेशो भवति. वस् स्यति सः स्यार्धधातुके इत्यनेन सकारादि आर्धधातुकप्रत्यये परे लृत्लकारः वा आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः. वत् योगः स्य वत्स्यति सः स्यार्धधातुके. तत्र किमपि न भवति, वर्णमेलनमेव. वत्स्यति धातु वस् आसीत् खलु? धातु वस् आसीत्. वस् तत्र वत् भवति. वत् योगस्यति वत्स्यति. गस्यति गच्छति. सः स्यार्धधातुके सकारस्य स्थाने तकारादेशो भवति. सकारादि आर्धधातुकप्रत्यये परे सः षष्ट्यन्तं सि सप्तम्यन्तम् आर्धधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अच ओम् उपसर्गार्थः इत्यस्मात् तः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं. सः अङ्गस्य तः सि आर्धधातुके. ध्येयं यत् सः स्यार्धधातुके इति सूत्रे तदन्तविधिः च अन्तादेश्च नापेक्षितः यतोहि सः सहसि इत्यस्य कथनेन सकारयोः अव्यवस्था निश्चिता भवति. कः वर्णः कुत्र भवेत् इत्यस्मिन् विषये न कापि शङ्का. सन्धिविच्छेदं कुर्मः चेत् सः सि आर्धातुके, तर्हि सः सि आर्धातुके अनुवृत्तिवशात् तः इति भवति. सः सि सः तः सि आर्धातुके नाम सः इति षष्टिविभक्ति, तर्हि सकारस्य स्थाने तकार भवति, सकारादि आर्धातुकप्रत्यये परे. अत्र देयं यत् सः स्यार्धधातुके इति नास्ति. अत्र कुत्र कुतः पठति न जानामि. जालपुटे नास्ति इति किमपि. एनिवे तर्हि वस् योगः स्यति मध्ये स्यति इति आर्धातुकप्रत्यये अस्ति खलु, अतः आर्धातुकप्रत्यये परे सकारादि आर्धातुकप्रत्यये परे सकारस्य तकारः भवति, अतः वत्स्यति खत्स्यति. अस्तु, अवगच्छन्ति सर्वे? सकारः अस्ति चेत् सार्वधातुकप्रत्ययः अस्ति चेत् किमपि कार्यं न, आर्धातुकप्रत्ययः अस्ति चेत् तकारः भवति. अग्रे विजया महोदय, हकार मलर् महोदय अस्ति भव अस्ति वा? मया न दृढा. मलर् महोदय पठतु हकार. आम् महोदय, हकारः अकारान्तधातुः योगः सकारादिप्रत्ययः. धातोरन्तिमो वर्णः हकारः चेत् नः धातुम् अतिरिच्य सर्वत्र अकारस्य ककारः होडः षडोः कः सि अथवा दादे धातोर् गः योगः करि च. अकारः अन्ते अस्ति चेत् ओडः इति सूत्रं कार्यं करोति, नो चेत् षडोः कः सि अथवा दादे धातोः गः इति सूत्रं कार्यं करोति. अग्रे उदाहरणानि पठति सामान्यनियमः. सामान्यनियमः सकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने नकारादेशो भवति होडः इत्यनेन सूत्रेण. तदा टकारस्य स्थाने ककारादेशो भवति षडोः ख सि इत्यनेन सूत्रेण. अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्ययोः इत्यनेन सूत्रेण. एतत् सामान्यनियमः. यदि सकारः प्रत्यये परे हकारः अस्ति चेत् होडः इति सूत्रेण डकारः भवति. षकारः अस्ति चेत् परे सकारः अस्ति चेत् षडोः कः सि इति सूत्रेण ककारः भवति. अतः सि आदेशप्रत्ययोः मूर्धन्य षकारः भवति प्रत्ययेन. यथा वः प्लस् स्यति होडः वड् योगः स्यति षडोः कः सि वक् योगः स्यति आदेशप्रत्ययोः वक् योगः क्षति वक्ष्यति. अत्र हकारस्य स्थाने होडः इति सूत्रेण डकारः भवति वड् योगः स्यति. षडोः खसि इति सूत्रेण डकारस्य स्थाने ककारः भवति वक् योगः स्यति. अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण वक् योगः स्यति इति वक्ष्यति इति भवति अन्तिमरूपम्. तर्हि सूत्रं पठनी किमपि नास्ति अत्र अस्माभिः परिचितं सूत्रमस्ति वः योगः स्यति होडः इत्यनेन वड् योगः स्यति भवति तदनन्तरं षडोः कवसि इत्यनेन ढकारस्य स्थाने सकारादि परे वर्ण सकारपरे वड् तस्य ककारादेशः भवति वक् योगः स्यति वक्ष्यति इति भवति. होडः षडोः कवसि तु जानीमः. अग्रे पठतु बकारादीनां. बकारादीनां गकारादीनां च धातूनां वश्भावः भवति. तत्रापि हकारस्य ककारः होडः षडोः कसि इति सूत्राभ्यां यथा बह् भृं गृह गाह् गुह् इति धातवः सकारादिप्रत्ययपरे बकारादि गकारादि हकारान्तानां धातूनां हकारस्य स्थाने डकारादेशो भवति होडः इत्यनेन सूत्रेण. बकारादि ककारादिप्रत्ययपरे हकारः लकारः भवति. अधुना एका भाषादि जशान्तदातवांशः जातः अतः एकाचो बशो बश् जशान्तस्य स्तोः भषान्तस्य द्वोः आदौ झषन्तस्य स्तोः आदौ तृतीयसदस्य स्थाने चतुर्थसदस्य आदेशः भवति. तथा षडोः कसि इत्यनेन डकारस्थाने ककारादेशः भवति. कवर्गीयवर्णः पूर्वम् अस्ति यतः अतः आदेशप्रत्ययोः इत्यनेन सकारस्थाने शत्रुं भवति. आम् अत्र बशो बश् इति सूत्रं तृतीयवर्णः अस्ति भवति बकार ककारादिप्रत्यय आदीनां धातूनां प्रति यथा बा भृङ् योगः सि ओहोडः इति सूत्रेण हकारस्य स्थाने बा भृङ् भृङ् योगः सि एकाचो बशो बश् जशान्तस्य द्वोः इति सूत्रेण तृतीयचतुर्थस्थाने चतुर्थ भवति बा भृङ् योगः सि तदनन्तरं डकारस्य स्थाने षडोः कसि इति सूत्रेण ककारः भविष्यति बा भृङ् योः सि आदेशप्रत्ययोः इत्यनेन बा भृग् योगक्षि बा भृक्षि अनुस्वारस्य इ सवर्ण इति सूत्रेण अनुस्वारस्य स्थाने सवर्ण आदेशः भवति बा भृङ्क्षि इति रूपम्. अवगच्छन्ति वा सर्वे? अत्र बाभृङ्योगस्ति ओडः इति सामान्यसूत्रेण ढकारत्वं बाभृण्ड्योगोऽस्ति. अतः पठतु बृण्ड इति एका च भागः अस्ति तस्य प्रथमवर्णः तृतीयवर्णः अन्तिमवर्णः चतुर्थवर्णः अतः सकारादिप्रत्ययपरे तस्य बृण् तस्य भकारादि भवति बाभृण्ड् भकार चतुर्थवर्णः. अनन्तरं षडोकसि इत्यनेन बाभृङ्क् योगः सि ढकारस्य ककारः तदनन्तरम् आदेशप्रत्ययोः इत्यनेन षि बाभृङ्क् योगः षि तदनन्तरं बाभृङ्क् षि इति भवति. इदानीम् अनुस्वारस्य इत्यनेन पञ्चमवर्णः भूत्वा बाभृङ्क् षि. तथैव गर्ह योगः स्यते अत्र अपि ककारस्य होडः इत्यनेन गर्ड योगः स्यते अतः पुनः 3-4 इति आगच्छति स्थितिः आगच्छति अतः एकाचो बशोपश् इत्यनेन घकारस्य घकारः घर्ढयोगस्यते तदनन्तरं सकारस्य सकारादि अस्ति, अतः ढकारस्य षडोपवर्षित्वेन ककारः घर्कयोगः स्यते, आदेशप्रत्ययः इत्यनेन घर्कयोगः स्यते घर्क्ष्यते इति, तथैव घाक्ष्यते घोक्ष्यते इति। तर्हि होडः एकाचो वस्तु वयं जानीमः, तर्हि हकारस्य स्थाने ढकारः भवति झलिपदान्ते, धातोः एका झषन्तस्य बशः भष् भवति स्तोः पदस्य अन्ते। तर्हि एतत्तु सामान्य सर्वसामान्यमेव अस्ति, किमपि नूतनं नास्ति। अस्तु, इदानीम् अग्रे दकारधातुः अस्ति चेत् किं करणीयम् इति अग्रे पश्यामः। विजयमहोदय पठतु तृतीयबिन्दु। तृतीयबिन्दु पठतु, दकारादि हकारान्त धातु। भवत्याः ध्वनिः न श्रूयते। तृतीयबिन्दुः एव खलु जि, तृतीयबिन्दु। आम् आम्, दकारादि इदानीं श्रूयते वा? डकारादि हकारान्तेषु हकारस्य ककारः अस्ति एव, किन्तु मार्गः दादे दोर्गः दादे दातोर्गः योगः करि च, यदा दख् दिख् दुख् दृह् अत्र वश्भावः अपि भवति। सकारादि प्रत्यये परे दकारादिधातोः सकारादिप्रत्यये परे दकारादिधातोः हकारस्य स्थाने घकारः भवति दादेर् धातोर्गः इत्यनेन सूत्रेण। महोदय, दादेर् धातोः गः इति अपवादसूत्रं षोडः वा? षोडः षडोकसि होडः होडः होडः इति सूत्रस्य अपवादः वा? सूत्रस्य अपवादः आम् होडः सूत्रस्य पठतु महोदय। तथा आदौ स्थितस्य दकारस्य दकारादेशः दकारस्य तृतीयवर्णस्य स्थाने दकारः चतुर्थवर्णः भवति, एकाचो वशो बष् जषन्तस्य स्वोः इत्यनेन, कर् परे अस्ति अतः करी च इत्यनेन गकारस्य स्थाने ककारः प्रथम तृतीय चतुर्थवर्णस्य स्थाने प्रथमवर्णः आदेशः भवति, कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति। तावदेव अत्र इतोपि वक्तव्यं वा जि? आमां न जि प्रायः सर्वे अवगच्छन्ति, उदाहरणं पठतु तेन। अग्रे यथा दुख् योगः स्यते पुहन्तलघुपदस्य च इत्यनेन पुहन्त उकारस्य स्थाने ओकारः भवति, दोह् योगः स्यते, इदानीं दादे धातोर्गः दोग् इति भवति, तत्र हकारस्य स्थाने सादृशवर्णः गकारः चतुर्थगकारवर्णः भवति कावर्गीयस्य, दोग् योगः स्यते, इदानीम् एकाचो बशो बश् जषन्तस्य स्वोः तत्र तत्र किं भवति चेत् तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति दोग् इति भवति, दोग् योगः स्यते, इदानीम् आदेशप्रत्ययोः गकारस्य दोग् इति गकारस्य स्थाने तत्र करिच इति सूत्रं कार्यं करोति, तत्रापि दोग् योगः आदेशप्रत्ययोः सकारस्य स्थाने मूर्धन्य षकारः आगच्छति, दोग् योगः श्यते इति भवति, करिच इति सूत्रेण चतुर्थवर्णस्य गकारस्य स्थाने प्रथमवर्णः आगच्छति दोग् योगः श्यते इति भवति, अन्तिमरूपं दोक्ष्यते इति दृष्टम्। सर्वे अवगच्छन्ति वा अत्र दुहयोगः स्यते अत्र कोडः कार्यं न करोति अपि च धातेर्धातुर्गः कार्यं करोति यतोहि दकारादि धातुः अस्ति दकारादि अतः धोघयोगः स्यते दोघयोगः स्यते कार तदनन्तरम् अत्र त्री फोर् इति आगच्छति अतः एकाच बशोबश् इत्यनेन फोर् फोर् भूत्वा घोघयोगः स्यते तदनन्तरं घोक्ष्यते इति भवति घोघ् क्षम्यतां घोग् न धोक्ष्यते धोक्ष्यते तथैव दुह धातु अस्ति चेत् दुहयोगः स्यति धोक्ष्यति दिहयोगः स्यति धेक्ष्यति द्रुहयोगः स्यति किं द्रोक्ष्यति द्रोक्ष्यति अथवा अथवा तत्र दोक्ष्यति इति भवति किं तत्र एकरूपमेव खलु विकल्पं अस्ति वा अत्र दृहधातु एकरूपमस्ति अत्र दादे धातुर्भः तत्र अत्र हकारः द्रोक्ष्यति अन्यरूपमपि अस्ति खलु अग्रे आगच्छति दहयोगः सति धक्ष्यति तर्हि दृहमध्ये अस्माभिः पठितं सूत्रमस्ति दृहमध्ये किं भवति अग्रे लिखितमस्ति वा दृह मुह श्नुह स्निहां दृह मुह श्नुह स्निह धातूनां हकारस्य स्थाने विकल्पेन हकारादेशः भवति तर्हि दृह मुह श्नुह स्निह एतेषां धातूनां विकल्पेन हकारादेशः भवति एकस्मिन् पक्षे हकारादेशः अन्यस्मिन् पक्षे कोडः अत्र उत्सर्गरूपेण झकारादेश तर्हि अत्र द्रुहयोगः स्यति मध्ये एकस्मिन् पक्षे घकारः भवति द्रोह द्रोहयोगः स्यति द्रोघयोगः स्यति अनन्तरं थ्री फोर् भूत्वा द्रोघयोगः स्यति तदनन्तरं द्रोघयोगः स्यति तदनन्तरं खरीचैत्रेण द्रोक्ष्यति इति अन्य अस्ति द्रुह द्रोह योगः सति तत्र द्रोढ योगः सति होढः इत्यनेन द्रोढ योगः सति पुनः त्री फोर् स्थितिः अस्ति अतः द्रोढ योगः सति तदनन्तरं षडोः कहसि इत्यनेन ध्रोक् योगः सति अनन्तरं ध्रोक्ष्यति नाम रूपमेकं भवति परन्तु वस्तुतः रूपद्वयमस्ति परन्तु उभयोः रूपे उभे रूपे समान एव परन्तु वस्तुतः मार्गद्वयं भवति अत्र एकस्मिन् पक्षे धकार धकारादेशः एकस्मिन् पक्षे धकारादेशः अस्तु तदनन्तरं नः धातुः अस्ति नः धातुः तर्हि मीना महोदय पठतु नः नः धातुः नः नः धातुः अत्र एकैव धातुः धातुः यत्र हकारस्य गतिः भिन्ना अत्र हकारस्य हकारो भवति सकारादिप्रत्यये परे अपवादभूतस्य नः धातोः हकारस्य स्थाने दकारादेशो भवति नहो दह नहो दह इत्यनेन सूत्रेण तदा करिचेत्यनेन चर्तुं कृत्वा दस्थाने तकारादेशो भवति सकारस्य कोऽपि विकारो न भवति अत्र नः धातु एकधातु तत्र होडः न भवति होडः न भवति दादेधातोपि न भवति परन्तु नहोधः इति धकारादेश दादेधातु तत्र नः दादेधातु नास्ति नास्ति एव तर्हि नहोदः इति होढः सूत्रस्य अपवादः अस्ति अपवादः नहोदः नहोदः इत्यनेन सूत्रेण नः योगः स्यति नहोदः नहोदः इति सूत्रेण नद् हकारस्य धकारः भवति नद् योगः स्यति करिचति सूत्रेण नत् योगः स्यति नत्स्यति ओके नहोदः पठितं सूत्रमस्ति न पठितं महोदय, नहोदः न पठितं, पूर्वं पठितम् झटि पदान्ते अस्ति खलु, पदान्ते अपि अस्माभिः पठितं गतपाठे, नः धातोः हकारस्य धकारः भवति झटि पदान्ते। तर्हि सर्वसामान्यतया होढः इत्यनेन ढकारः झलि पदान्ते, परन्तु दकार धातुः अस्ति चेत् दकारादि, तर्हि झलि पदान्ते हकारस्य स्थाने घकारादेश। तदनन्तरम् अन्यथा नः धातुः अस्ति चेत् हकारस्य स्थाने धकारादेशः झलि पदान्ते। होढः नादे धातवः नहो। अस्तु, तर्हि इदानीं सर्ववार्ता समाप्ता। प्रत्येकवर्णस्य अनन्तरं सकारः चेत् किं किं कार्यं भवति इति अस्माभिः दृष्टम्। इदानीम् अभ्यासः। अदादिगणस्य लट् लकारस्य मध्यमपुरुषे एकवचने परस्मैपदेसि आत्मनेपदेसे इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु। अस्तु, इदानीं फन् भवति, फन्। हा, तर्हि मलर् महोदय वस् योगः से करोतु। आं महोदय, वस् योगः से, वस् सकारान्तः अस्ति, अतः सः स्यार्धधातुके न श्रूयते वा? श्रूयते, श्रूयते। सकारान्तः तकारः भवति महोदय, वत् योगः से आर्धातुके प्रत्यये परे से इति यः प्रत्ययः अस्ति तत् आधातुकः अस्ति वा सार्धातुकः अस्ति? आर्धातुक प्रत्यये परे आर्धातुक आर्धातुक किं लट् लकारः अस्ति खलु? ओ सार्धातुकः सार्धातुक प्रत्ययः अस्ति। सार्धातुकप्रत्ययः अस्ति चेत् किं कार्यं भवति? गुणकार्यं भवति। अत्र गुणस्य प्रसक्तिः भवति वा? गुणस्य अत्र प्रसक्तिः नास्ति, इकवर्णः नास्ति। अपि च से इति पित् अपि नास्ति, पित् अस्ति वा? ते नास्ति महोदय। एकनिमिषं, संयोजनमेव खलु तावदेव, मलर् महोदय वदति केवलम्। आम्, वर्णमेलम् एव भवान् गुण गुणः अपि नास्ति, प्रसक्तिः एव नास्ति, गुणप्रसक्तिः एव नास्ति अस्ति। परन्तु भवती वदति खलु आर्धातुकः अस्ति चेत् किमपि किमस्ति? आर्धातुकः अस्ति चेत् सकारस्य स्थाने तकारः भवति, अतः वत्से वत्से वत्से अत्र से किमर्थं कीदृशमस्ति? सार्धधातुकः प्रत्ययः अस्ति। किमर्थम् आर्धातुकः किमर्थं नास्ति? तिंशित् सार्वधातुकम् इति लट्लकारं लट्लकारं सार्वधातुकः अस्ति, अतः किं भवति सार्वधातुकः अस्ति चेत्? सार्वधातुक आर्धातुकः अस्ति चेत् गुणः भवति, अत्र प्रसक्तिः नास्ति, प्रसक्तिः नास्ति, आवश्यकता नास्ति वदनस्य, केवलं वदतु किं भवति? सार्वधातुकः अस्ति चेत् आर्धातुकः अस्ति चेत् सकारस्य तकारः भवति खलु? आम्। सार्वधातुकः अस्ति किं भवति? इदानीमेव पठितम् अस्माभिः। सार्वधातुकः अस्ति चेत् सार्वधातुक प्रत्यये परे केवलं वर्णमेलनमेव भवति इति वस्से वस्से वस्से विजयमहोदय द्विष्यो भवसि आम् तत्र द्विष् योग सि अस्ति तत्र फुकुन्तलघुपदसि इति सूत्रेण इक् वर्णः द्वे तत्र इकारस्य स्थाने एकारः भवति देश् इति भवति द्वेष् इति भवति द्वेष् इति भवति अनन्तरं शकारस्य स्थाने ककारः आगच्छति सूत्रं वा षडोः कस्ति षकारस्थाने ककारः तेन षडोः षडोः कः इति कहसि षडः कहसि इति सूत्रं कार्यं करोति खलु जि तत्र द्वेष् योगः सि तत्र षकारस्य स्थाने वदति खलु इदानीमेव भवति प्रथमं इदानीमेव वदति खलु ककारः आगच्छति खलु हा द्वेक्ष् इति भवति द्वेष् इति भवति अनन्तरं सि इति अस्ति तत्र आदेशप्रत्ययोः इति सूत्रेण षि भवति परन्तु मध्ये द्वेषि एव वा अन्तिमरूपम् इदानीमेव भवति वदति खलु षडोः कः अस्ति द्वेक् भवति षडोः कः इति सूत्रेण तत्र ककारः भवति द्वेक्ष् इति भवति द्वेक् एव भवति अनन्तरं सि अस्ति योगः सि अग्रे आदेशप्रत्ययोः इति सूत्रेण सि स्थाने षि भवति अतः अन्तिमरूपं द्वेक्षि इति भवति सत्यं द्वेक्षि अग्रे मीना महोदय हन् योगः सि योगः सि नकारान्तदातुः नकारान्तदातुः किं भवति एकः सकारः सकारः नकारान्तदातुः किं भवति महोदय भवती वदतु अपदान्तनकारः तदनन्तरं झल् अस्ति चेत् किं भवति अपदान्तस्य जलि तस्मात् हंसि हंसि समाप्त हंसि हंसि अग्रे अस्ति मन्दरमहोदयेन नितियोगः से निसि योगः से सार्वधातुकप्रत्ययः अस्ति अतः गुणः भवति निशेषे निसि योगः से से इति सार्वधातुक प्रथमं करोतु खलु निसि निसि मध्ये प्रायः इत् संज्ञकवर्णः अस्ति खलु चेक् करोतु निसि निसि मध्ये उपदेशधातुः अस्ति मूलधातुः अस्ति प्रथमं तु वदतु लघ्वधातुः कः मूलधातुः अस्ति एकनिमेषः मदन महोदय वदतु निसि नचुटु इति सूत्रेण नकारस्य लोपो भवति एकनिमेष निसि धातु मध्ये किं भवति चुटु चुटु केवलं प्रत्ययस्य कृते अस्ति खलु कृते अस्ति तत्र नो कार्यं करोति वा जि नो नः कार्यं विजयमहोदय भवत्याः नाम मुदरस्ति वा नास्ति खलु तर्हि मदन महोदय यस्यां प्रति प्रश्नः अस्ति सा एव वदति नो नः इति सूत्रेण नकारसंज्ञा न न प्रथमम् इत्संज्ञकवर्णः वदति सर्वदा इत्संज्ञाप्रकरणं प्रथमं करणीयं निसि मध्ये निसि मध्ये सि इ अस् इ इति इत्संज्ञा भवति केन सूत्रेण अनुस्वारस्य उपदेश स्मृतवती महोदय उपदेशे उपदेश इति सूत्रेण निस् भवति तदनन्तरं नो नः इति सूत्रेण नस् निस् भवति निस् भवति तदनन्तरं निस् तदनन्तरम् इस् सकारः अस्ति तस्मादेवपि पूर्वं किमपि अस्ति चिन्तयतु निश्यति ईतवर् ह्रस्व इकारस्य ईत् अस्ति खलु आम् तर्हि ह्रस्व इकारस्य ईत् अस्ति चेत् किं भवति धातुमध्ये नस् नस् भवति खलु निस् अस्ति खलु इदानीं निस् आम् इदानीम् अस्माभिः दृष्टं ह्रस्व इकारस्य इत् संज्ञा भवति यत्र यदा धातुमध्ये ह्रस्व इकारस्य इत् संज्ञा भवति तथा किं भवति कोऽपि जानाति वा इदितो नुम् आगमः इति भवति इदितो नुम् धातोः इति सूत्रेण नुम् आदेशः भवति कुत्र कुत्र भवति अचवर्णस्य परे आगच्छति अन्तिम अचवर्णस्य परे तर्हि लौकिकधातुकः अस्ति निस् नुम् नुम् नुम् आगच्छ नकारः कुत्र वदतु खलु धातु निन्द् निन्स् निन्स् निन्स् निन्स् महोदय महोदय प्रश्नः अत्र अत्र कथं नकारितनत्वं भवति नत्व मूलधातुमध्ये अस्ति आगमः भवति बहिनी नत्वस्य नकारः भवति न मूर्धनस्य नकारस्य मूर्धन्य नकारः एव अस्ति तत्र किल दन्त्यनकार नास्ति नो नः इति सूत्रेण आगच्छति ओहो नो नः सूत्रेण नकारः भवति तदनन्तरम् आदेश ईदनुं धातोः इत्यनेन नुमागमः भवति तर्हि निन्स् इति भवति निन्स् इति लभ्यते इदानीं निन्स् योगः से करोतु निन्स् योगः से तावदेव अत्र इदानीं भवत्या कृतं खलु वस् योगः से तथैव अस्ति खलु सारधातुकप्रत्यय अस्ति अतः केवलं वर्णमेलनम् वर्णमेलनं निंसे नि अनुस्वार से अनुस्वार आगच्छति केन सूत्रानुस्वार भवति अत्र नुम् मध्ये ह्रस्व अत्र नकारः अस्ति खलु नकारः तस्य अनुस्वारः केन सूत्रेण भवति अनुस्वारः यै परसवर्णे मदर् महोदय भवती वदतु निन्स् मध्ये नुम् आगमः नकारः तस्य अनुस्वारः केन सूत्रेण भवति एक एव सूत्रमस्ति अपदान्तनकारस्य अनुस्वारः केन सूत्रेण भवति नश्चपदान्तस्य वदतु नश्चपदान्तस्य जलि इति अनुस्वारः भवति निन्से निन्से अग्रे विद्या महोदय विद्योगः सि विद्योगः सि अत्र पुकुन्तलघुपदस्य इति सूत्रेण ह्रस्व इकारः इकारस्य स्थाने वेद् इति भवति, एकारः वेद् इति भवति, अनन्तरं वेद् योगस्य वेद् तत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति करिचि इति सूत्रेण, अनन्तरं तावदेव वेद्सि इति अन्तिमरूपं. सम्यक्. अग्रे मीना महोदय, संवेद् योगः से संविद् योगः से अत्र संविद् योगः से अत्र चित्रा पित् नास्ति किल, सो आर्धधातुक सार्धधातुकप्रत्ययः अस्ति. सार्ध पुगन्तलघुपदस्य इति सूत्र संवेद संवेदसे पुगन्तलघुपदस्य च कार्यं करोति वा? वदति खलु इदानीं कीदृशः प्रत्ययः अस्ति से इति टिप् नास्ति. नास्ति अतः तस्मात् तस्मात् गुणः न भवति, न भवति. संविद् संविद् से संविद् से संविद् दकारः दकारस्य धातुः दकारः धातुः दादे धातुः नास्ति. दकारयोगः सकारः त्रिदृष्टिः भवति. सकारान्तदातु किं किं किं किं भवति सकार? इदानीम् एव विजयमहोदय उक्तं खलु दकारः योगः सकारः किं भवति? तर्हि च संवित्से संवित्से संवित्से अनुस्वारस्य यै परसवर्णः वा वाम अनुजाने भवतु संवित् वकारः इति भवान् जानाति एव. भवान् जानाति, भवान् जानाति कि अहं जानामि, अहं न जानामि. वदतु, चिन्तयतु, अनुस्वारस्य यै परसवर्णः भवती वदति चेत् तस्य सूत्रस्य प्रसक्तिः अस्ति वा? चिन्तयतु, वकारः अस्ति खलु, वकारः यै यै प्रत्याहारे अस्ति अस्ति. तर्हि करोतु परसवर्णः वकारस्य परसव अनुनासिकपरसवर्णः कः? चन्द्रबिन्दुवकारः अस्ति खलु. जानाति खलु चन्द्रबिन्दुवकारः, चन्द्रबिन्दुवकारः, चन्द्रबिन्दुवकारः संविद् तर्हि स चन्द्रबिन्दु वित् से स अनुश्चन्द्रबिन्दु व वित् से इति भवति संवित् से. सकारः वकारसव सकारः अकारः सकार अनुनासिक अकार वकार वित् से डबल् व इति भवति खलु. कथं बाल्ये लेखितव्यं महोदय? परन्तु अत्र लौकिकरूपमस्ति खलु, तत्र चन्द्रबिन्दुः आगच्छति वा? तदेव अहम् आगच्छामि. तर्हि एकरूपं भवति स व स व चन्द्रबिन्दु वित्से इति चिन्तयतु. तर्हि इदम् एकम् रूपमस्ति स व तर्हि स चन्द्रबिन्दु व वित्से इति एकं रूपमस्ति. तत्र द्विवारं वकारः आगच्छति, एकचन्द्रबिन्दुः भवति. इदानीं प्रश्नः उदेति यत् लौकिकमध्ये अत्र कुत्र द्विवारं बकारः भवति महोदय, कुत्र द्विवारं बकारः भवति? अनुस्वारस्य अनुस्वारस्य इ परसवर्ण खलु, अनुस्वारस्य स्थाने चन्द्रबिन्दुवकारः आगच्छति. ओके, तर्हि द्विवारम् आगच्छति खलु वकारः, अनुस्वारस्य चन्द्रबिन्दुवकारः अग्रे पुनः वित्. ओ अनुस्वारबिन्दु सकारः वकारः उपरि उपरि शब्दबिन्दु, तदनन्तरं वि इत् से. सम्यक्, परन्तु परन्तु न इति रूपं सम्यक् अस्ति. इदानीं विजया महोदय पृच्छति, सम्यक् पृच्छति, लौकिकभाषायां किम् अस्ति अत्र? तर्हि अनुना अनुस्वारस्य यै परसवर्णसूत्रमस्ति खलु, तस्मात् अग्रे यत् सूत्रमस्ति तदस्ति वा पदान्तस्य. तर्हि वा पदान्तसूत्रमस्ति यत् तत् अनुस्वार यदि पदान्ते अस्ति तर्हि अनुस्वारः य तस्य अनुनासिक यद्भवति परसवर्ण यद्भवति तद्विकल्पेन भवति. तर्हि संविद् मध्ये सम् उपसर्गः अस्ति खलु, तर्हि उपसर्ग अग्रे वयं पश्यामः, उपसर्ग यदा भवति तद् पदान्ते एव चिन्तनीयम्. तर्हि संविद् मध्ये यदा उपसर्ग सम् अस्ति तत् सम् वस्तुतः पदान्ते भवति. कथं भवति इति अग्रे पश्यामः, परन्तु सम् उपसर्गः पदान्ते भवति. अतः संविद् मध्ये सं यत् अस्ति, अनुस्वारः यत् अस्ति तत् पदान्ते अस्ति. पदान्ते अस्ति चेत् यत् अनुस्वारस्य यै परसवर्णः इति सूत्रेण परसवर्णः भवति तद् विकल्पेन भवति. नाम एकस्मिन् पक्षे परसवर्ण, एकस्मिन् पक्षे अनुस्वार, अनुस्वार एव तिष्ठति. रूपद्वयं भवति, एकं तु केवलम् अनुस्वार स अनुस्वार वित्से, अन्यरूपमस्ति स व चन्द्र अनुनासिक व वित्से. रूपद्वयं भवति. सामान्यतया लोके सारल्येन केवलम् अनुस्वाररूपम् एव लिखामः, अतः स अनुस्वार वित्से इति सरलमस्ति खलु, सरलतरमस्ति, अतः तदेव लिखन्ति जनाः. परन्तु व्याकरणशास्त्रे वस्तुतः रूपद्वयं भवति. तर्हि केवलम् अनुस्वारवित्से यदि भवती लिखति तत् दोषः नास्ति, सम्यक् इति सर्वं चिन्तनीयं. सर्वदा अनुस्वार आगच्छति तदनन्तरं किं करणीयं, तत्र परसवर्णः भवति वा न भवति वा इति सर्वं चिन्तनीयं सर्वदा. एतादृशं चिन्तनं यदा आगच्छति तथैव व्याकरणस्य अध्ययनस्य तत्र सम्पूर्णता आगच्छति, नो चेत् तत्र गाम्भीर्यं न भवति. यु हेव् टु आल्वेस् थिङ्क् अबौट् दीस् न्युवान्सेस्. शुड् ऐ डो दिस्, शुड् ऐ नाट् डो दिस्, शुड् ऐ इफ् ऐ डो दिस् वाट् विल् हेपन्, इफ् ऐ डोण्ट् डो दिस् वै शुड् ऐ नाट् डो दिस्. यु शुड् हेव् अ क्लियर् आन्सर्. इट्स् मेथ्स्, तत्र इट् इस् जस्ट् लैक् मेथ्स्. तत्र यु केनाट् बि लैक् ओ फिनिश्ड्, नो, यु हेव् टु थिङ्क्. When you think, you will see that तत्र रूपद्वयं भवति. अतः भवती जानाति खलु एकः शब्दः अस्ति संवत्सर, जानाति खलु संवत्सर इति शब्दं जानाति वा? संस्कृतं न, संवत्सर, संवत्सर, वत्सरमेव, इयर्, इयर् अस्ति खलु संवत्सर. श्लोके भवति, श्लोके भवति, बहुत्र भवति, तत्र रूपद्वयम् अस्ति. एकं तु सरलं यत् सर्वे जानन्ति, स अनुस्वार वत्सर. अन्यरूपमस्ति स अनुनासिक व वत्सर, संवत्सर इति रूपद्वयम् अस्ति. संस्कृते रूपद्वयम् अस्ति, तत्रापि संवत्सर इति अस्ति खलु, सम् उपसर्गः अस्ति, अतः तत्रापि रूपद्वयमस्ति, संवत्सर अथवा संवत्सर. तथैव अत्र संवित्से अथवा संवित्से. अस्तु, तर्हि एतावत्पर्यन्तं सर्वे आगच्छन्ति वा अत्र समयसमये आरभ्य अग्रे कुर्मः जि. शुभरात्रिः जि. अस्तु तर्हि इदानीं धन्यवादः। तर्हि भवत्याः प्रश्नः अस्ति खलु? भवत्याः तर्हि तस्य इदानीम् अहम् एक्साक्ट् उत्तरं न जानामि, परन्तु यत् अहं वाट् ऐ केन्